नमः सर्वेभ्यः. पुनः अस्माकं समासवर्गे सर्वेषां भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति बहुव्रीहिसमासः इति. पूर्वस्मिन् वर्गे अयं विषयः आरब्धः, अत्र किञ्चित् पुनस्मरणं कृत्वा अग्रे सरेम. अत्र राजी भगिनी वदति वा, अत्र बहुव्रीहिसमासः इत्युक्ते किम्? समासः इत्युक्ते प्रथमपदमपि नास्ति, द्वितीयपदमपि नास्ति, अन्य पदप्राधान्यमस्ति बहुव्रीहिसमासे. सम्यक्, बहु सम्यक्. पदद्वयमस्ति, पदद्वये अपि प्राधान्यं नास्ति, अन्यप्राधान्यमस्ति इति कारणात् समासः बहुव्रीहिसमासः इति उच्यते. उदाहरणार्थम् पीताम्बरं, पीतस्य अपि प्राधान्यं नास्ति, अम्बरस्य अपि प्राधान्यं नास्ति. पीताम्बरं इत्युक्ते अन्यः कृष्णस्य प्राधान्यम् अस्ति. यः पीताम्बरं धरति सः एकक्षणं, समस्तपदं किं? पीताम्बरं, पीताम्बरम् इति उक्तवती, नपुंसकलिङ्गे उक्तवती खलु, अथवा पीताम्बरः, पीताम्बरः, पीताम्बरः. पीतः अपि प्राधान्यं नास्ति, अम्बरः पदमपि प्राधान्यं नास्ति, अन्यपदप्राधान्यम् इति कारणात् पीताम्बरः इति तत् समासः, सः समासः बहुव्रीहिसमासः. सत्यं, बहु सम्यक् भगिनि. तर्हि अत्र मेहुल् महोदय, पीताम्बरः इत्यस्मिन् कथं ज्ञायते, अत्र अन्यपदार्थस्य प्राधान्यम् अस्ति इति कथं ज्ञायते? आं भगिनि, पीताम्बरः अत्र पदद्वयम् अस्ति, पीतः अपि च अम्बरः, द्वयोः सम्बन्धः क्रियापदे भवति वा इति पश्यामः चेत् तत् न भवति. पीतः अपि न गच्छति, अम्बरः अपि न गच्छति, अतः अन्य पदस्य प्राधान्यम् अस्ति. अत्र सम्बन्धः नास्ति द्वयोः पदयोः अपि च क्रियापदमध्ये, अतः अन्यपदप्राधान्यः अस्ति. बहु समीचीनम्. इदानीम् अहम् एकं वाक्यं वदामि. अहं पीताम्बरं धरामि, अहं पीताम्बरं धरामि. अत्र पीताम्बरम् इति वाक्ये यत् पीताम्बरम् अस्ति तस्य विग्रहं करोतु. पीताम्बरं धरामि, अत्र विग्रहवाक्य पीताम्बरस्य विग्रहवाक्यं भगिनि? हा सत्यं. यस्य अम्बरः पीतः अम्बरः यस्य सः यं धरति इति पीताम्बरः इति अपि वक्तुं शक्नुमः. कीदृशसमासः, समासस्य नाम किं? पीताम्बरः धरति, अहं चिन्तयामि, बहुव्रीहिसमासः अस्ति. किमर्थमित्युक्ते पीताम्बरः इति विशेषणं भवति, अन्यपदप्राधान्यः अस्ति, अतः बहुव्रीहिसमासः भवति. अस्तु, अत्र राजेन्द्रमहोदय भवान् किं चिन्तयति? भगिनि, अत्र तु यः पीताम्बरं धरति बहुव्रीहिसमासः नास्ति, चिन्तयामि अत्र पीतः अम्बरः अत्र करन्धारीसमासः चिन्तयामि अस्ति. सम्यक्. कथं ज्ञायते बहुव्रीहिसमासः नास्ति इति कथं ज्ञायते? एकवारं भगिनि, उत्तरपदं यः अम्बरः अस्ति धरति तस्य क्रियापदेन सह अन्वयः अस्ति, त्वीतः तु विशेषणम् अस्ति तस्य त्वीताम्बरं धरति तत् कारणतः जानीमः अन्यप्रधान्यं न अस्ति अत्र पीताम्बरः एव अस्ति अत्र यत्र करन्धारीसमासः अस्ति त्वीतः अम्बरः सम्यक् बहु सम्यक् उत्तमम् अत्र मेहुल् महोदय अवगच्छति वा पुनः वदतु आमाम् अवगच्छामि महोदय पीताम्बरः धरति इत्यस्मिन् उदाहरणे कः धरति किं धरति इत्युक्ते अम्बरः धरति अम्बरस्य विशेषणं भवति पीतः पीतवर्णः अतः तस्य अन्यप्रदप्राधान्यम् अस्ति परन्तु धरति इत्यस्य अन्वयः अम्बरः इति पदे अस्ति अतः उत्तरपदप्राधान्यम् अस्ति अतः कर्मधारयसमासः भवति न तु बहुव्रीहिसमासः सत्यं सत्यं सत्यं बहु सम्यक् इत्युक्ते अत्र अहं पीताम्बरं धरामि इति वदा इति वाक्ये अत्र अम्बरम् इत्यस्य अन्वयः अस्ति क्रियापदेन सह धरामि इति क्रियापदेन सह अम्बरम् अत्र पीतम् अम्बरम् अम्बरम् इत्युक्ते वस्त्रम् अहं पीतं वस्त्रं धरामि इति वाक्यमस्ति तर्हि अहं वस्त्रं धरामि तर्हि वस्त्रम् इति पदस्य अन्वयः अस्ति क्रियया सह अतः अत्र उत्तरपदप्राधान्यं समस्तपदे अतः तत्पुरुषसमासः कर्मधारे तत्पुरुषसमासः यतोहि अत्र पीतम् इति पदं विशेषणमस्ति अतः विशेषणपूर्वपदकर्मधारे समासः सम्यक् अस्तु तर्हि अपि च अत्र बालसुब्रह्मण्यं महोदय स्मरति वा अन्यत् किमपि वयं चर्चितवन्तः अत्र यदा विग्रहवाक्ये यत् पदस्य विभक्तिरूपं दृश्यते तत् सरलरूपेण इति बहुव्रीहिसमासम् इति वक्तुं शक्यते सत्यं सत्यं यत्र विग्रहवाक्यं दीयते तत्र समीचीनं विग्रहवाक्यं दृष्ट्वा वयम् अवगन्तुं शक्नुमः बहुव्रीहिसमासः इति यतोहि बहुव्रीहिसमासे यत् यद् शब्दस्य रूपाणि भवन्ति यथा अत्र यं सः येन सह यस्मै सह यस्मात् सह यस्य सह यस्मिन् सह इति द्वितीयविभक्तेः आरभ्य सप्तमीविभक्तिपर्यन्तं हा विग्रहवाक्ये दृश्यते अत्र पुल्लिङ्गे भवतु स्त्रीलिङ्गे भवतु नपुंसकलिङ्गे भवतु त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति समस्तपदानि त्रिषु लिङ्गेषु अपि भवन्ति इति अत्र बहुव्रीहिसमासः इति विषयः अस्ति अपि च स्त्रीलिङ्गः इति यत्र उत्तरपदं स्त्रीलिङ्गपदम् अस्ति तत्र किं भवति तत्र आकारान्तस्त्रीलिङ्गमस्ति चेत् तत्र पूर्वपद पूर्वपदं ह्रस्वं भवति एकम् उदाहरणं स्वीकृत्य रूपेण वदामि प्राप्ता विद्या इति श्रीलिङ्गपदेन प्राप्ता इति शब्दस्य ह्रस्वत्वं भवति तस्मात् प्राप्तविद्या इति रूपं भवति बहुव्रीहिरूपं भवति अत्र विग्रहवाक्यं वदतु प्राप्तविद्यः इत्यस्य विग्रहवाक्यं कथं भवति प्राप्ता विद्या विद्या प्राप्ता सः प्राप्तविद्यः इदानीं पूर्वपदस्य अत्र पदद्वयं वर्तते प्राप्ता विद्या तत्र पूर्वपदस्य प्रातिपदिकं किं प्राप्त ह्रस्वकारान्तम् इति वदति वा न न प्राप्ता इति इति प्रातिपदिकं प्रातिपदिकं प्राप्त इति ह्रस्वत्वं प्राप्यते अनन्तरं विद्या इति पदस्य का गतिः तस्मात् प्राप्त इति पदम् अनुसृत्य विद्या अपि ह्रस्वत्वं भवति प्राप्त अस्तु अत्र सरला भगिनी भवती किं चिन्तयति पुंलिङ्गं भवति समस्त यदि विग्रहवाक्ये पूर्वपदम् उत्तरपदम् अस्ति तस्य प्रातिपदकं गृहीत्वा नूतनप्रातिपदकं वयं निर्माणामः तद् भवति समस्तपदस्य प्रातिपदकम्. इदानीं प्राप्ता विद्या प्राप्त भवति भाषितपुंसकशब्दः अस्ति तस्य प्राप्त इति प्रातिपदिकम् अस्ति. प्राप्ता विद्या विद्या इति स्त्रीलिङ्गपदम् अस्ति तत् नियतलिङ्गपुस् आकारान्ते स्त्रीलिङ्गपदम् अस्ति. किन्तु इदानीं यदि अस्माकं विवक्षा छात्रः अस्ति पुल्लिङ्गशब्दे समस्तपदे तस्य बहुव्रीहि समासे आकारान्त उत्तरपद स्त्रीलिङ्गशब्द तस्य ह्रस्वकार भवति प्रातिपदकं. सो प्राप्तविद्या इति नूतन प्रातिपदकं भवति तस्य अन्वय वाक्ये क्रियापदं सह भवति. प्राप्तविद्या सर्वत्र कीर्ति प्राप्नोति इति नूतनपदम् आगच्छति. अत्र प्राप्तविद्या इति पुल्लिङ्गशब्दः छात्रः इति सूचयति. यदि अस्माकं विवक्षा छात्रा भवति तत्र प्राप्तविद्या सर्वत्र कीर्ति प्राप्नोति इति भवति. बहु सम्यक्. अत्र वस्तुतः अत्र पदद्वयम् अस्ति. यथा भगिनी उक्तवती पदद्वयम् अस्ति प्राप्ता विद्या इति पदद्वयं. प्राप्ता इति प्रातिपदिकम् अस्ति पूर्वपदस्य, विद्या इति प्रातिपदिकम् अस्ति उत्तरपदस्य. इदानीम् अत्र पश्यामः अत्र प्राप्ता इति पदं स्त्रीलिङ्गे अस्ति, उत्तरपदं स्त्रीलिङ्गे अस्ति, पूर्वपदमपि स्त्रीलिङ्गे अस्ति. तत्र विशेषणविशेष्यभावः अस्ति. प्राप्ता इति विद्या इति पदम् अनुसृत्य तस्य विभक्तिः अस्ति, लिङ्गम् अस्ति. इदानीं प्राप्ता इति स्त्रीलिङ्गे अस्ति इति स्त्री यत्र पूर्वपदं स्त्रीलिङ्गे अस्ति यथा वयं कर्मधारयसमासस्य विषये परिशीलितवन्तः तथैव अत्रापि पूर्वपदं स्त्रीलिङ्गपदम् अस्ति अपि च भाषितपुंस्कपदम् अस्ति. कर्मधारयसमासे अपि च बहुव्रीहिसमासे पूर्वपदं स्त्रीलिङ्गपदम् अपि च भाषितपुंस्कपदम् इत्युक्ते तस्य रूपाणि त्रिषु लिङ्गेषु अपि भवन्ति. अत्र प्राप्ता इति पदस्य रूपाणि त्रिषु लिङ्गेषु अपि भवन्ति इति जानीमः. अत्र तप्रत्ययान्तरूपम् अस्ति. प्राप्तः, प्राप्ता, प्राप्तम् इति त्रिषु लिङ्गेषु रूपाणि भवन्ति इति कृत्वा अत्र प्राप्ता इति स्त्रीलिङ्गप्रातिपदिकस्य ह्रस्वत्वं भवति. प्रथमनियमः यत्र बहुव्रीहिसमासे पूर्वपदं स्त्रीलिङ्गपदम् अस्ति, भाषितपुंस्कपदम् अस्ति, तत्र ह्रस्वत्वम् इत्युक्ते पुल्लिङ्गवद् भवति, न तु ह्रस्वत्वं पुल्लिङ्गवद् भवति. तर्हि पुल्लिङ्गे प्रातिपदिकं किं भवति महोदय? प्राप्तः न प्रातिपदिकं, प्राप्त इति. हा, प्राप्त इति प्रातिपदिकं. तर्हि इदानीं पुंवद्भावं कृत्वा प्राप्त इति प्रातिपदिकं भवति पूर्वपदस्य. तत्तु अत्र प्रथमनियमः अस्ति. तदनन्तरम् इदानीम् उत्तरपदं कीदृशपदं? स्त्रीलिङ्गपदम् अस्ति. विद्या इति पदं स्त्रीलिङ्गपदम् अस्ति. परन्तु विद्या इति पदम् आकारान्तपदमस्ति. बहुव्रीहिसमासे एकः नियमः अस्ति यत्र उत्तरपदं स्त्रीलिङ्गपदम् आकारान्तपदम् अस्ति, ह्रस्वः भवति इति. तर्हि अत्र इदानीं प्राप्त इति पूर्वपदस्य पुंवद्भावं कृत्वा प्राप्त इति प्रातिपदिकं जातं. प्राप्तयोगः विद्या इति अस्ति. उत्तरपदम् आकारान्तस्त्रीलिङ्गपदं ह्रस्वत्वं कृत्वा विद्य इति जातः. तर्हि प्राप्तविद्य इति नूतनप्रातिपदिकम् अस्ति. इदानीम् अत्र छात्रः इत्यस्य विशेषणम्. अत्र छात्रः इति पुल्लिङ्गपदं, तर्हि ह्रस्वत्वं कृत्वा प्राप्तविद्यः इति समस्तपदं भवति. एतादृशनियमः अत्र उत्तरपदम् आकारान्तः अस्ति चेत् ह्रस्वः भवति इति नियमः केवलं यत्र अन्यपदार्थः पुल्लिङ्गे अस्ति तत्र एव भवति. इदानीम् अत्र छात्रा इति अस्ति चेत्, अन्यपदार्थः छात्रा इति अस्ति चेत् तत्र तु प्राप्तविद्या इति एव, तत्र ह्रस्वत्वं न भवति. अवगतं वा? एकवारं वदतु पुनः, एकवारं वदतु भगिनि, किञ्चित् क्लेशः अस्ति. हा हा, अहं वदामि, अनन्तरं महोदय प्रथमतया वदतु. प्राप्तविद्या इति वाक्ये पूर्व उत्तर पदानि सन्ति, प्राप्ता विद्या इति प्राप्ता स्त्रीलिङ्गे अस्ति इति कारणात् पुम्बद्भावः भावं प्राप्य प्राप्त इति प्रातिपदिकं भवति प्राप्त विद्या विद्या तदनन्तरं भाषितपुं प्राप्य प्राप्त इति पुंलिङ्ग भवति प्राप्त विद्या पूर्वपदम् अनुसृत्य विद्या इति विद्य इति प्रातिपदिकं प्राप्य प्राप्तविद्य इति नूतनप्रातिपदिकं भवति तदनन्तरं पुंलिङ्गं प्राप्य प्राप्तविद्यः इति रूपं भवति सत्यं तर्हि अत्र अवगतं वा भगिनि यदि उत्तमा बालिका इति पदद्वयम् अस्ति चेत् कथम् आगच्छति उत्तम न न अत्र न एकक्षणम् अत्र सम्पूर्णतया अत्र सम्पूर्णतया तत्र बहुव्रीहिसमासः सर्वदा विशेषणं भवति सामान्यतया विशेषणं भवति सम्पूर्णसमस्तपदं विशेषणं भवति तर्हि विशेष्यं किम् इदानीं विशेष्यं विद्या न न भवत्याः उदाहरणे मम उदाहरणे उत्तमबालिकाद विशेष्यं बालिका विशेषणम् उत्तमा न तत्तु कर्मधारयसमासः अस्ति खलु उत्तमा बालिका इति एव वदति चेत् तत्र कर्मधारयसमासः कीदृशी बालिका उत्तमा बालिका भवत्येव इदानीम् अत्र बहुव्रीहिसमासं कर्तुम् इच्छामः चेत् तत्र अन्यपदार्थः कः अन्यपदार्थः ओ उत्तमबालिका गच्छति अन्यपदार्थः ओ इति बहिसमासः न आगच्छति अस्तु इदानीमत्र प्राप्तविद्या इत्यस्मिन् पश्यामः चेत् अत्र नियमद्वयमस्ति प्राप्तविद्यः छात्रः इति प्राप्तविद्यः इति समस्तपदं छात्रः इति अन्यपदार्थः तर्हि प्राप्तविद्यः इति समस्तपदं विशेषणमस्ति छात्रः इति पदस्य तर्हि प्राप्तविद्यः इति समस्तपदं कथं प्राप्यते इति चेत् अत्र पदद्वयं वर्तते प्राप्ता इति प्रातिपदिकम् अनन्तरं विद्या इति प्रातिपदिकम् तर्हि बहुव्रीहिसमासे यत्र समानाधिकरण्यम् अस्ति इत्युक्ते प्राप्ता अपि च विद्या तयोः विशेषणविशेष्यभावः अस्ति तर्हि तत्र पूर्वपदस्य पुंवद्भावः भवति यथा कर्मधारयसमासे तर्हि पुंवद्भावः भवति चेत् तत्र प्राप्ता इति पदं भाषितपुंस्कपदम् अस्ति इत्युक्ते त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति अतः प्राप्ता इति स्त्रीलिङ्गप्रातिपदिकम् इदानीं पुंवद्भावं कृत्वा अत्र प्राप्त इति भवति अस्तु तत्तु एकः नियमः तदनन्तरम् इदानीम् अत्र उत्तरपदं कीदृशपदं विद्या इति पदम् अकारान्त स्त्रीलिङ्गपदं तर्हि इदानीम् अत्र छात्र इति पदं पुल्लिङ्गे अस्ति खलु यत्र अन्यपदार्थः पुल्लिङ्गे अस्ति अपि च समस्तपदे उत्तरपदं स्त्रीलिङ्गे अस्ति आकारान्तः अस्ति तर्हि ह्रस्वः भवति तर्हि विद्य इति इदानीं नूतनप्रातिपदिकं प्राप्तविद्य तदनन्तरं सुबुत्पत्तिः सु इति प्रथमविभक्तौ प्रत्ययं योजयित्वा प्राप्तविद्यः इति समस्तपदं निष्पन्नं भवति अस्तु अवगतं धन्यवादः अस्तु अवगच्छामि अस्तु भवती एव अत्र छात्रा इति पदमस्ति चेत् तत्र समस्तपदं कथं भवति छात्रा वा छात्रा इत्युक्ते प्राप्तविद्या इति भवति विग्रहवाक्यं कथं भवति प्राप्ता विद्या यः सा प्राप्तविद्या प्राप्ता यः इति पदं न भवति प्राप्ता विद्या यं सा प्राप्तविद्या हा समीचीनं पदं परन्तु तत्र यम् इति भवति वा यः सः तम् ओ तां प्राप्ता विद्या सः तौ तीर्थं तां तां सम्यक् समीचीनम् अत्र यद् शब्दस्य कृते किं भवति प्राप्ता विद्यायां सा प्राप्तविद्या प्राप्ता विद्यायां सा प्राप्तविद्या सत्यं समीचीनं समीचीनमस्ति तर्हि अस्तु अत्र पुष्पा भगिनी अत्र पुस्तके 137 इति चिन्ता अस्तु चिन्ता नास्ति अस्तु भगिनी वदतु हा अत्र प्राप्तविद्या इति मया विग्रहवाक्यं सम्यक्तया न श्रुतं प्राप्तविद्या येन सह इति अहं लिखितवती तत् सम्यक् नास्ति वा येन सह येन विद्या प्राप् न यं सह अत्र अत्र प्राप्त यत्र प्राप्त इति पदम् अस्ति तत्र द्वितीयविभक्तिः एव सङ्गच्छते भगिनि प्राप्ता विद्या यं सः स्त्रीलिङ्गे अस्ति अस्ति चेत् स्त्रीलिङ्गे अस्ति चेत् यां सा प्राप्ता विद्या यां सा यां सा अस्तु इत्युक्ते यत् शब्दः विद्यया सह अस्ति न तु येन प्राप्तं तत् नास्ति न न यत्र यद् तद् इति यद् तद् इति शब्दद्वयमस्ति अत्र यद् इति यम् इति पदम् अनन्तरं तद् इत्यस्य कृते सः इति पदं यद् तद् तत्र विशेषणविशेषभावः अस्ति तर्हि न न विशेषणविशेषभावः नास्ति वस्तुतः तद् तत्र तद् इति अत्र छात्रं सूचयति तत्पदं छात्रं सूचयति तर्हि अत्र सः इति भवति यं सः अस्तु किन्तु यदि छात्र इति पदं द्वे लिङ्गद्वये अस्ति चेत् वा लिङ्गत्रये त्रिलिङ्गे अस्ति चेत् तर्हि यं सः सः इत्युक्ते कीदृशी सः सः यथा मया सह कोऽपि गच्छति तादृशं सः वा न न सः न न न सः सः सः तौ ते इति तौ ते सः नागच्छति यः यं कथम् आगच्छति तत्र यं तदेव वक्तव्यं न यं यं यं सः इत्युक्ते कीदृशः सः इत्युक्ते यः यः पुरुषः विद्यां प्राप्तवान् इत्यस्मिन् अर्थे अस्ति यः पुरुषः विद्यां प्राप्तवान् कीदृशछात्रः इत्युक्ते प्राप्ता विद्या यं सः इत्युक्ते दट् टु विच् एजुकेशन् हेस् रीच्ड् और् एजुकेशन् हेस् बीन् अचीव्ड् इत्यस्मिन् अर्थे हा यम् इति कर्मपदं भवति द्वितीयविभक्तिः भवति अत्र प्राप्त इति पदमस्ति समस्तपदे पूर्वपदे सामान्यतया तत्र द्वितीयविभक्तिः भवति प्राप्तोदकं प्राप्तोदकम् इति समस्तपदमस्ति प्राप्तोदकः ग्रामः इति वाक्ये प्राप्तोदकः ग्रामः इत्यस्मिन् वाक्ये अत्र समासं कुर्मः चेत् प्राप्तम् उदकं यं सः इत्युक्ते तादृशग्रामः प्राप्तम् उदकम् उदकम् इत्युक्ते जलं प्राप्तम् उदकं यं सः प्राप्त प्राप्तोदकः इदानीम् अत्र प्राप्तविद्या इति अस्ति चेत् प्राप्ता विद्या यां सा अस्तु अत्र पद्मा भगिनी अत्र पुस्तके उदाहरणानि सन्ति खलु तत्र अधोभागे एकं परिच्छेदमस्ति तत् पठति वा द्वितीयानि एतानि सर्वाणि अपि कृतभोजनः न न एतानि सर्वाणि अपि बहुव्रीहिसमासस्य उदाहरणानि कथं कथं पठामि न अत्र अधोभागे एकः परिच्छेदः अस्ति खलु एतानि सर्वाणि अपि बहुव्रीहिसमासभेदा उदाहरणानि यदोदाहरणं एतेषु अर्थेषु एकक्षणं भगिनि अत्र पेज् 137 प्राप्तं वा तत्र एकः परिच्छेदः अस्ति खलु, एतानि सर्वाणि अपि बहुव्रीहिसमासस्य उदाहरणानि. बहुव्रीहिः प्रायः बहुव्रीहिसमासः एतानि वाक्यानि सावधानं परिशीलयत. हा, वाक्यानि पठितवन्तः पूर्वमेव खलु. इदानीम् अधः अधोभागे एकः परिच्छेदः, तत् पठतु. एतानि सर्वाणि अपि बहुव्रीहिसमासस्य उदाहरणानि. बहुव्रीहिः प्रायः अन्यपदार्थप्रधानः इति लक्षणं पूर्वम् उक्तमेव. अतः एतेषु उदाहरणेषु न पूर्वपदार्थस्य प्रधान्यं नापि उत्तरप्रधानश्च, किन्तु अन्यश्च एव अर्थश्च. यथा चक्रपाणिः कथयति उन्यत्तौ कथनक्रियायाः अन्वयः न चक्रेण न वा पाणिना, अपि तु पाणिना चक्रं धृतवता नारायणेन, परं सः नारायणः न पूर्वपदार्थः नापि उत्तरपदार्थः, सा च अन्यः एव अर्थः. एवम् अन्यत्रापि अत्र बहुव्रीहिसमासस्य प्राधान्यं कुत्र अस्ति विग्रहवाक्ये? दत्तमस्ति एक उदाहरणं चक्रपाणि पदस्य वर्णनमस्ति. अत्र बहुव्रीहिसमासे पूर्वपदस्य उत्तरपदस्य प्राधान्यं न अस्ति. क्रियायाः सम्बन्धं तद् चक्रपाणि उदाहरणे क्रियायाः सम्बन्धं न चक्रेण न पाणिना अस्ति. चक्रपाणि वर्णनं नारायणस्य अस्ति, परन्तु नारायणशब्दं चक्रपाणि पदे न अस्ति. उत्तरपदे अस्ति, न पूर्वपदे अस्ति, परन्तु चक्रपाणि अर्थं नारायण शब्देन सम्बन्धम् अस्ति. समीचीनम्. अत्र अपि च चक्रपाणि इत्यस्य अर्थः कः? चक्रेण चक्रं धारणं यत्र अस्ति, यत्र सः चक्रस्य धारणं कुत्र अस्ति? पाणिः इत्युक्ते पाणिने अस्ति, पाणौ अस्ति, एकपाणिः एव पाणिः. अत्र पाणौ इति सप्तमी, बाणौ चक्रं पाणौ यस्य सः अस्ति, चक्रं पाणौ यस्य सः इति विग्रहवाक्यं. तर्हि चक्रपाणिः इति समस्तपदं, न तु चक्रम् इति पदस्य प्राधान्यं, न वा पाणिः इति पदस्य, परन्तु अन्यः नारायणः तस्य प्राधान्यम् अस्ति इति कृत्वा अत्र बहुव्रीहिसमासः इति उच्यते. अस्तु अस्तु, अग्रे अत्र रत्ना भगिनी पठति वा? भगिनि, मम दूरवाणी किञ्चित् सम्यक् नासीत्, कुत्र पठामि इति वदतु भगिनि. हा, अत्र पृष्ठसङ्ख्या 137 137 पृष्ठे गीताप्रवेशपुस्तके तत्र बहुव्रीहिसमासभेदाः. भगिनि, तस्य पूर्वम् एकं प्रश्नं पृच्छामि. यदि कृतं भोजनं येन सह कृतभोजन अस्माकं विवक्षा महिला अस्ति, तत् कः कथं भवति? कृतं भोजनं यया सा समस्तपद भवति, कृतभोजना गाढं निद्राति. सत्यं, कृतभोजना, कृतभोजना महिला गाढं निद्राति, सत्यं, समीचीनम्. अस्तु, इदानीं नपुंसकलिङ्गे अस्ति, किमपि अस्ति चेत् तत्र किं भवति विग्रहवाक्यं? कृतं भोजनं यं तत् यं तत् तत् कृतं भोजनं. किमर्थं यम् इति वदति, किमर्थं यम् इति वदति? तत् तत् भवति पुनः तेन कृतं भोजनं, तेन तत् कृतं भोजनं गाढं निद्राति. येन, येन एव इति, यद् इति पदमेव प्रयोज्य वदतु. येन, येन एव भवति तृतीया विभक्त्यां येन. समीचीनं, कृतं भोजनं येन तत् कृत, समस्तपदं किं? समस्त कृतभोजनं, कृतभोजनं. तर्हि अत्र, अत्र अन्तिम विग्रहवाक्ये अन्तिमपदं यत् अस्ति सः इति अस्ति चेत् समस्तपदं पुल्लिङ्गे भवति, सा इति अस्ति चेत् समस्तपदं स्त्रीलिङ्गे भवति, तत् इति अस्ति चेत् नपुंसकलिङ्गे भवति. अस्तु, अपि च यद् इति पदं तद् पदम् अनुसृत्य भवति. अत्र तद् पदं स्त्रीलिङ्गे अस्ति चेत् यद् पदमपि स्त्रीलिङ्गे भवति, तद् पदं पुल्लिङ्गे अस्ति चेत् यद् पदम, यत् पदमपि पुल्लिङ्गे भवति. अस्तु, अस्तु, अस्तु, रत्ना भगिनि. हा, यद्यपि बहुभिः समासस्य बहवः भेदाः सन्ति, तथापि अत्र भेदत्रयमेव निरूप्यते. समानाधिकरण बहुव्रीहिः, पूर्वं दर्शितेषु प्राप्तविद्यः, कृतभोजनः, दत्तभिक्षः, पतितपुष्पः, बहुपण्डिता इत्येषु उदाहरणेषु विग्रहवाक्ये पूर्वपदम् उत्तरपदं च समानविभक्त्यत्वं विभक्त्यन्तम् अस्ति. एषः समानाधिकरण बहुव्रीहिः. उदाहरणं पठामि वा भगिनि? पठतु भगिनि. अस्तु, यथोदाहरणम् एतेषु अर्थेषु समस्तपदं लिखत. उदाहरणमस्ति स्थिता प्रज्ञा यस्य सः. अत्र किं दत्तम् अस्ति इत्युक्ते, यथा कर्मधारयसमासे दृष्टवन्तः तथा एव किञ्चित् लिखितमस्ति, इत्युक्ते समानाधिकरणमस्ति पदद्वयोः. यथा उदाहरणं स्थिता प्रज्ञा, अत्र स्थिता अपि प्रथमाविभक्त्यां स्त्रीलिङ्गे अस्ति, प्रज्ञा अपि प्रथमाविभक्त्यां स्त्रीलिङ्गे अस्ति. अस्तु, यस्य सः स्थितप्रज्ञः इति भवति. अग्रे अन्यत् किमपि वक्तव्यं वा भगिनि इत्येषु उदाहरणेषु? न, स्थितप्रज्ञा इति समस्तपदं समानविभक्ति, समस्तपदं भवति स्थितप्रज्ञः. इत्युक्ते प्रज्ञा यस्य अस्ति तस्मिन् विषये लिखितमस्ति. प्रज्ञा कथम् अस्ति इत्युक्ते, स्थिता प्रज्ञा अस्ति, सा प्रज्ञा यस्य भवति सः स्थितप्रज्ञः इति अर्थः अस्ति अत्र. हा, समीचीनं भगिनि. अत्र अत्र पदद्वयं किम्, अत्र समस्तपदं कथं निष्पन्नम् इति एकवारं वदतु. अस्तु, पदद्वयं भवति स्थिता प्रज्ञा यस्य सः स्थितप्रज्ञः इति भवति. हा, अत्र स्थिता इति पदं किं भवति? स्थिता इति पदस्य प्रातिपदिकं किम्? अस्तु, स्थिता इति पदस्य प्रातिपदिकं स्थिता एव भवति. आकारान्तस्त्रीलिङ्गशब्दः अस्ति, यथा लता इति भवति. प्रज्ञा अपि तथा एव आकारान्तस्त्रीलिङ्गशब्दः अस्ति. यथा वयं पूर्वं चर्चितवन्तः, अत्र स्थिता इति पदस्य तत् समस्तपदे पुल्लिङ्गरूपं स्वीकरोति प्रातिपदिकम्, अतः स्थिता इति भवति. प्रज्ञा अपि तथा एव पुल्लिङ्गरूपं स्वीकरोति, प्रज्ञा इति भवति, स्थितप्रज्ञा इति भवति. अनन्तरं प्रथमविभक्त्यां स्थितप्रज्ञः इति भवति. इत्युक्ते समस्तपदस्य प्रातिपदिकं भवति स्थितप्रज्ञा, ह्रस्वाकारः भवति पुल्लिङ्गे. अनन्तरं प्रथमविभक्तां स्थितप्रज्ञः इति भवति. समीचीनं भगिनि, सम्यक्. तर्हि पूर्वपदस्य वदतु. स्थिता प्रज्ञा इति पदद्वयं वयं स्वीकुर्मः चेत् स्थिता इति यज्ञस्य प्रातिपदिकं स्थित किल स्थित ह्रस्व न स्थिता इति प्रातिपदिकं भगिनि, स्त्रीलिङ्गे स्थिता इति प्रातिपदिकं स्थितायोगः स्थ एव स्थितः स्थिता स्थितम् इति भवति किल. न तथा वयं वदामः वस्तुतः तथा नास्ति. अत्र स्थित इति प्रातिपदिकं पुल्लिङ्गे नपुंसकलिङ्गे अस्ति, स्त्रीलिङ्गे तु स्त्रीप्रत्ययं योजयित्वा स्थिता इति प्रातिपदिकम् स्थितायोगः. सत्यं सत्यं स्थित इति अत्र यदि पूर्वपदं स्त्रीलिङ्गे अस्ति तर्हि प्रातिपदिकम् अपि स्त्रीलिङ्गे भवति वा? प्रातिपदिकं सत्यं, यस्य कस्यापि पदम् अत्र यदि अत्र किमपि प्रातिपदिकं स्वीकृत्य नामपदं निष्पन्नं कर्तुम् इच्छामः, निष्पादयितुम् इच्छामः, तर्हि किं कुर्मः? प्रातिपदिकं स्वीकुर्मः. इदानीं लता इति पदमस्ति चेत् लता इति प्रातिपदिकं स्वीकृत्य तत्र सुप्रत्ययं योजयामः, लतायोगः सु इति योजयामः, तर्हि प्रथमविभक्तौ लता इति भवति. एवमेव अत्र प्राप्ता इति प्रातिपदिकं स्वीकृत्य सु इति योजयामः अत्र. तर्हि अत्र यदि समासः किमपि नास्ति चेत् तर्हि प्राप्ता इति एव प्रथमविभक्तौ रूपं भवति खलु. तर्हि अत्रापि तथैव पूर्वपदं स्थिता इति अस्ति, उत्तरपदं प्रज्ञा इति अस्ति. अत्र प्रज्ञा इति पदं उत्तरपदं स्त्रीलिङ्गे अस्ति, बहुभिः समासः अस्ति, समानादिकरण्यम् अस्ति. इत्युक्ते स्थिता इति पदं विशेषणम् अस्ति उत्तरपदस्य. तर्हि अत्र विशेषणविशेष्यभावः अस्ति, समानादिकरण्यम् अस्ति. प्रथमतया समानादिकरण्यं भवेत् पुंवद्भावस्य कृते, समानादिकरण्यं भवेत्. अपि च द्वयोः विशेषणविशेष्यभावः अस्ति, इत्युक्ते अत्र समानविभक्तिकत्वम् एकार्थबोधकत्वम् अपि अस्ति. अतः अत्र पूर्वपदस्य स्त्रीलिङ्गपदस्य पुंवद्भावः भवति, यतोहि स्थिता इति पदं भाषितपुंस्कपदमस्ति, त्रिषु लिङ्गेषु रूपाणि भवन्ति. अतः तत्र पुल्लिङ्गवत् रूपं स्थित इति इदानीं नूतनप्रातिपदिकं. तदनन्तरम् उत्तरपदं प्रज्ञा इति अस्ति, स्त्रीलिङ्गपदमस्ति, आकारान्तपदमस्ति, परन्तु इदानीं समस्तपदं पुल्लिङ्गे अस्ति. अतः अत्र उत्तरपदस्य आकारान्तपदस्य ह्रस्वत्वं भवति. अत्र उत्तरपदस्य पुंवद्भावः नास्ति, परन्तु ह्रस्वत्वं भवति. ह्रस्वत्वं भूत्वा प्रज्ञा इति इदानीं स्थितप्रज्ञा इति नूतनप्रातिपदिकं. तदनन्तरं सुप्रत्ययं योजयित्वा पुल्लिङ्गे प्रथमविभक्तौ एकवचने स्थितप्रज्ञः, स्थितप्रज्ञौ, स्थितप्रज्ञाः इति रूपाणि भवन्ति. अवगतं वा भगिनि? अवगतम्. अस्तु, तर्हि अत्र क्रमेण पश्यामः चेत् अत्र बहुव्रीहिसमासस्य भेदाः अस्माकं पुस्तके समानाधिकरणबहुव्रीहिसमासः, अनन्तरं व्यधिकरणबहुव्रीहिसमासः, नञ् बहुव्रीहिसमासः इति त्रयः भेदाः सन्ति. वस्तुतः वयं पञ्चप्रभेदान् पठिष्यामः. एकमस्ति समानाधिकरणबहुव्रीहिसमासः इति प्रथमप्रभेदः, अनन्तरं व्यधिकरणबहुव्रीहिसमासः, अनन्तरं नञ् बहुव्रीहिसमासः, अनन्तरं सः पूर्वपदबहुव्रीहिः अपि वयं पठिष्यामः, यतोहि अत्र बहुत्र पश्यामः. अनन्तरम् उपमानपूर्वपदबहुव्रीहिसमासः इति पञ्चप्रभेदान् पठिष्यामः. प्रथमप्रभेदः अस्ति समानाधिकरणबहुव्रीहिसमासः. समानाधिकरणपदं समानाधिकरण्यम् इति सामानाधिकरण्यम् इति पदं वयं पूर्वमपि दृष्टं दृष्टवन्तः यथा अत्र तत्पुरुषसमासस्य विषये, कर्मधारयसमासस्य विषये परिशीलितवन्तः. समानाधिकरण्यं समानाधिकरण्यम् इति पदस्य अर्थः कः इति सरला भगिनी वदति वा? समानाधिकार्यं तस्य अर्थः अस्ति यत्र एकात् बोधिकथं समानविभक्ति त्वं समानाधिकरणं यत् विशेषविशेषणद्वयोः एक आश्रयः अस्ति वा आधारः अस्ति तत् भवति समानाधिकरणं यथा सुन्दरबालक सौन्दर्यम् अपि बालकत्वं तयोः आश्रय बालकः अस्ति तत् सुन्दरबालक इति समानाधिकरणं भवति सत्यं समीचीनं तथैव इत्युक्ते अत्र एकः एव पदार्थः अस्ति तस्मिन्नेव पदार्थे अत्र बालकः इति एकः एव पदार्थः अस्ति तस्मिन् एव बालके सौन्दर्यमपि अस्ति बालकत्वमपि अस्ति तर्हि समानाधिकरण्यम् अस्ति तत्र समानाधिकरणबहुव्रीहि समासः इत्युक्ते पूर्व उत्तरपदयोः विशेषणविशेषभावः अस्ति यत्र तादृशसमासः सामानाधिकरण्य बहुव्रीहिसमासः इत्युक्ते पूर्वपदम् उत्तरपदं तयोः समानविभक्तिकत्वम् एकार्थबोधकत्वम् अतः अत्र समानाधिकरणबहुव्रीहिसमासः इति वदामः यत्र पूर्वपदम् उत्तरपदं द्वयमपि प्रथमविभक्तौ एव भवति समानविभक्तिः अपि भवति अतः समानाधिकरणबहुव्रीहिसमासः अत्र उदाहरणार्थं पूर्वम् अस्माभिः दृष्टं पीतम् अम्बरं यस्य सः इति समानाधिकरण बहुव्रीहिसमासः यतोहि पीतमिति पदमपि पीतमिति पदम् अत्र विशेषणपदमस्ति अम्बरम् इति पदं विशेष्यमस्ति पीतम् अम्बरम् इत्युक्ते पीतम् अम्बरम् अम्बरम् इति वस्त्रं कीदृशवस्त्रम् इति चेत् पीतं वस्त्रं तर्हि पीतत्वम् अपि अम्बरे एव अस्ति अम्बरत्वम् अपि अम्बरे अस्ति तर्हि समानाधिकरण्यम् अस्ति एकः एव पदार्थः अस्ति अम्बरः अम्बरम् इति एकं पदार्थमस्ति तर्हि अत्र समानाधिकरण्यम् अस्ति इति कृत्वा समानाधिकरणबहुव्रीहिसमासः पीतम् अम्बरं यस्य सः पीताम्बरः इति समानाधिकरणबहुव्रीहिसमासः एवमेव अत्र स्थिता प्रज्ञा यस्य सः स्थितप्रज्ञः यतोहि स्थिता अपि च प्रज्ञा तयोः सामानाधिकरण्यम् अस्ति प्रज्ञा इत्यस्य विशेषणमस्ति स्थिता इति पदम् अस्तु तदस्ति प्रथमप्रभेदः तदनन्तरं व्यधिकरणबहुव्रीहिसमासः व्यधिकरणबहुव्रीहिसमासे किञ्चिदेव वदामि अनन्तरं पठिष्यामः पुस्तकात् अत्र व्यधिकरणबहुव्रीहिसमासे किं भवति इति चेत् अत्र समानविभक्तिकत्वं नास्ति एता अत्र चन्द्रमौळिः कैलासे निवसति इति उदाहरणं पश्यामः चेत् चन्द्रमौळिः इति समस्तपदम् अस्ति तर्हि तस्य विग्रहवाक्यं कथं भवति इति चेत् चन्द्रः मौळौ यस्य सः चन्द्रमौळिः शिवः इति अस्ति चन्द्रः इति पदं प्रथमविभक्तमस्ति चन्द्रः इति पृथक् पदार्थः अस्ति मौळिः इत्युक्ते अत्र शिरः इति मौळिः तर्हि मौळिशिरः इति पदं पृथक् पदमस्ति चन्द्रः इति पदं पृथक् पदं मौळिः इति पदं पृथक् पदं पदार्थद्वयं वर्तते तर्हि यत्र तादृशमस्ति अत्र चन्द्रः इति पदं प्रथमविभक्तौ अस्ति चन्द्रः मौळौ इति सप्तम्यन्तं पदं तर्हि विभक्तिः समाना नास्ति समानविभक्तिकत्वं नास्ति यत्र समानविभक्तिकत्वं नास्ति तत्र व्यधिकरणबहुव्रीहिसमासः इति वदामः व्यधिकरणः इत्युक्ते यत्र समानाधिकरण्यं नास्ति इत्यर्थः अतः अत्र चन्द्रमौळिः इति बहुव्रीहिसमासे अत्र शिवं सूचयति व्यधिकरणबहुव्रीहिसमासः यत्र समानविभक्तिकत्वं नास्ति इति तावदेव तत्र तदनन्तरं नञ् बहुव्रीहिसमासः इति तृतीयप्रभेदः अस्ति यथा अत्र नञ् तत्पुरुषसमासस्य विषये वयं पठितवन्तः तथैव अत्र सर्वत्र आकारः श्रूयते अदनः इति प्रथम उदाहरणं पश्यामः चेत् अदनः जनः किमपि क्रेतुं न शक्नोति इत्यस्मिन् वाक्ये अदनः इति पदं तत्र नञ् बहुव्रीहिसमासः इत्युक्ते न विद्यते धनं यस्य सः अथवा अविद्यमानं धनं यस्य सः अधनः इदानीम् अधनः इत्यस्मिन् अविद्यमानं धनम् इत्यस्ति अविद्यमानं धनं यस्य सः अथवा न विद्यते धनं यस्य सः तर्हि धनम् इति पदं हलादिः अस्ति अतः सर्वत्र अकारं योजयामः तर्हि अधनः इति भवति, परन्तु अजादिपदम् अस्ति चेत् तत्र अन् इति योजयामः. अस्तु, अजादिपदमस्ति चेत् अन् इति योजयामः. यथा तत्पुरुषसमासस्य विषये तथैव अत्रापि अन्यत् किमपि नास्ति, समाननियमः. अतः अधनः अथवा अनपत्य इत्युक्ते अत्र अविद्यमानम् अपत्यं यस्य सः अनपत्यः इति, तत्र अपत्यः इति अजादि अस्ति, अतः अत्र अन् इति योजयामः, अनपत्यः इति रूपं भवति. तद् नञ् तत्पुरुषसमासः. नञ् इत्युक्ते तत्र नञ् इति अव्ययमस्ति, निषेधात्मक अव्ययम्. अतः अत्र अधनः इत्युक्ते नाधनः इत्यस्मिन् अर्थे अस्ति. तद्भवति नञ् बहुव्रीहिसमासः. तदनन्तरं सः पूर्वपदबहुव्रीहिसमासः इति, सः पूर्वपदबहुव्रीहिसमासः. तत् किमस्ति इति चेत् उदाहरणार्थं सपुत्रः इति वदामः. सपुत्रः इत्युक्ते पुत्रेण सह वर्तते, पुत्रेण सह. यथा वयं वदामः सः लक्ष्मणेन सह गच्छति इति वदामः चेत्, तत्र समस्तपदं कृत्वा वक्तुम् इच्छामः चेत् तत्र स लक्ष्मणः, रामः वनं गतवान्. स लक्ष्मणः रामणः, रामः स लक्ष्मणः रामः वनं गतवान्. स लक्ष्मणः इत्युक्ते तत्र तस्य विग्रहवाक्यं कथं भवति इति चेत् लक्ष्मणेन सह वर्तते इति स लक्ष्मणः. स लक्ष्मणः इति बहुव्रीहिसमासः, सः पूर्वपदबहुव्रीहिसमासः. तत्र स लक्ष्मणः इति आदौ सकारः, स अनन्तरम् अकारः स इति अस्ति, नो चेत् सः इति अपि वक्तुं शक्यते विकल्पेन. सः लक्ष्मणः अथवा स लक्ष्मणः. स लक्ष्मणः इति पदं विशेषणमस्ति, रामः इति पदस्य विशेषणमस्ति. तर्हि स लक्ष्मणः रामः वनं गतवान् इति तादृशबहुव्रीहिसमासः. सर्वत्र स अथवा सः श्रूयते. तत्र स इत्यनेन वयं जानीमः सामान्यवाक्येषु यत्र यत्र सः इति पदमस्ति तत्र तृतीयविभक्तिः एव भवति पदस्य, अन्यपदस्य. तर्हि सः राम सः लक्ष्मणेन सह गतवान् इति वदामः चेत् तत्र लक्ष्मणेन इति पदं तृतीयविभक्तौ अस्ति. एवमेव अत्र समासे अपि यत्र विग्रहवाक्यं वक्तुम् इच्छामः तर्हि सपुत्रः इति चेत् पुत्रेण सह वर्तते, अथवा सः स लक्ष्मणः इति चेत् लक्ष्मणेन सह वर्तते इति तादृशसमासः सः पूर्वपदबहुव्रीहिसमासः. तदनन्तरम् उपमानपूर्वपदबहुव्रीहिसमासः, यथा अत्र पश्यामः तत्र नाम्नी एव अस्ति उपमान इति. उपमानपूर्वपदम् इत्युक्ते तादृशसमासः यत्र पूर्वपदम् उपमानम् अस्ति. तत्र उदाहरणार्थं गजाननः इति अस्ति, गजाननः. तर्हि गजाननः इत्युक्ते गजाननम् इव आननं यस्य सः इति गजाननः इत्युक्ते अत्र आननम्, आननम् इति मुखम्, मुखम् इत्यस्य तुलना गजाननं, गजस्य आननं तेन सह भवति. अतः गजाननम् इव आननं यस्य सः, सः गणेशः, गजाननः गणेशः इति तादृशविग्रहवाक्यं यत्र पूर्वपदम् उपमानम् अस्ति. उत्तरपदम् अत्र अन्यपदार्थः एव उपमेयम्, न अन्यपदार्थ उपमेयं नास्ति, परन्तु मुखम् अन्यपदार्थस्य मुखम् एव उपमेयं. भगिनि एकः प्रश्नः, गजाननः पदेन गज एव गजमुखमेव आननम् अस्ति, अत्र रूपकसमासं नास्ति वा? रूपकसमासं नास्ति, रूपक अलङ्कारः भवति. रूपक अलङ्कारः इति भिन्नविषयः. अत्र रूपक अलङ्कारः, समासे रूपक न आगच्छति वा? समासे रूपकं नास्ति भगिनि. अत्र इव इति शब्दः अस्ति इति कृत्वा तत्र उपमान उपमेयविषयः अस्ति. अत्र उपमा अलङ्कारः इव अस्ति. गजाननम् इव आननम् इत्युक्ते आननस्य तुलना गजाननेन सह भवति इत्युक्ते तादृशमुखं यस्य अस्ति सः गणेशः. गणेशस्य मुखं समासे रूपकं नास्ति. नास्ति, समीचीनम्. तर्हि गजाननम् इव आननं यस्य सः इति उपमानपूर्वपद बहुभिः समासः. आहत्य पञ्चप्रभेदान् वयं पठिष्यामः. इदानीं क्रमेण पुस्तकात् पश्यामः. तर्हि समानाधिकरण बहुभिः समासस्य विषये प्रथम उदाहरणं पठितवन्तः. इदानीं द्वितीयं पश्यामः. अत्र सरलाभगिनी करोति वा द्वितीयम्? व्यपेताभिः यस्मात् सः. इदानीं व्यपेता इति भवद्भिः स्त्रीलिङ्गपदं भवति, किन्तु अस्माकं विवक्ष पुल्लिङ्गे अस्ति यस्मात् सः, अतः इति भवति व्यपेताभिः समस्तपदम्. व्यपेताभिः इति अत्र वस्तुतः एतत् पदं भगवद्गीतायाम् अस्ति. भगवद्गीतायां व्यपेतभिः इति एव अस्ति, परन्तु इदानीम् अत्र अन्यः नियमः अस्ति. यत्र उत्तरपदं स्त्रीलिङ्गपदम् अस्ति, अपि च ईकारान्त उकारान्त अथवा ऋकारान्तपदम् अस्ति. दीर्घ ईकारान्त दीर्घ उकारान्त अथवा ऋकारान्तपदम् अस्ति. तत्र कप्रत्ययं योजयामः. तर्हि अत्र यदि अत्र वयम् इदानीं वयं किमपि पदं स्वीकृत्य यत्र उत्तरपदे इकारः अस्ति, तत्र कप्रत्ययं योजयित्वा व्यपेतबीकः इति तादृशरूपं कुर्मः. परन्तु अत्र एतत् पदं तु गीतायाम् अस्ति, अतः तथैव स्थापयामः, किमपि न कुर्मः. व्यपेतबीः इत्येव अस्ति गीतायाम्, अतः तथैव भवति. परन्तु नियमः तथा अस्ति. यत्र उत्तरपदं स्त्रीलिङ्गपदमस्ति, अपि च ईकारान्तः अथवा दीर्घ ईकारान्तः क्षम्यताम् अत्र दीर्घ ईकारान्तः उकारान्तः अथवा ऋकारान्तः अस्ति, तत्र कप्रत्ययं योजयामः. इदानीम् अत्र उदाहरणार्थं पश्यामः चेत् सुन्दरी पत्नी यस्य सः, सुन्दरी पत्नी यस्य सः, तर्हि तत्र सुन्दरपत्नीकः इति रूपं भवति. तर्हि सुन्दरी इति पूर्वपदस्य प्रातिपदिकं, पत्नी इति उत्तरपदम् अस्ति, दीर्घ ईकारान्तपदम् अस्ति. तर्हि प्रथमतया तत्र सुन्दरी इत्यस्य पूर्वपदस्य प्रातिपदिकं सुन्दरी इति प्रातिपदिकम्. अत्र सुन्दरी पत्नी तयोः समानाधिकरण्यम् अस्ति, अतः पूर्वपदम् अपि च भाषितपुंस्कपदम् अस्ति. पुंवद्भावं कृत्वा सुन्दर इति पूर्वपदं सुन्दर इति पुल्लिङ्गवद् भवति. तदनन्तरं पत्नी इति पदं दीर्घ इकारान्तपदम् अस्ति. इदानीम् अत्र कस्यचित् पुरुषस्य विषये वयं वक्तुम् इच्छामः, तर्हि अत्र उत्तरपदं स्त्रीलिङ्गे अस्ति, इदानीम् अत्र दीर्घ इकारान्तपदम्, अतः कप्रत्ययं योजयामः. सुन्दरपत्नीकः इति समस्तपदं भवति. अवगतं वा? आमाम्. अत्र अन्यत् उदाहरणं पश्यामः चेत् अत्र भीः भगिनी यत्र विसर्गः अस्ति तत्र व्यपेताभिः, कथम् अहम् इकारान्त यदि पद अस्ति लखनदी तत्र प्रथमविभक्त्यां विसर्ग न गच्छति न? अत्र भीः इति स्त्रीलिङ्गपदमेव खलु, न पुल्लिङ्गे अस्ति वा? भीः इति स्त्रीलिङ्गे इति अस्ति इति चिन्तयामि. लक्ष्मी यदि यदि पदस्य तादृशं भगिनी, लक्ष्मी इति पदम् ईकारान्तपदं, तत्र विसर्गः आगच्छति किल? सत्यं. अत्रापि स्त्रीलिङ्गपदमेव अस्ति, अत्र लक्ष्मीकः इति तादृशसमस्तपदं भवति. अस्तु, यदा वयम् अत्र यथा भवती नियम उक्तवती तु व्यपेतभीक इति भवति, तत् भीक इति भवति स्म, परन्तु अत्र एतत् पदं तु गीतायाम् अस्ति, अतः किमपि न कुर्मः. व्यपेतभीः एव. अस्तु भगिनि, एक उदाहरणम् अन्यत् उदाहरणम् अस्तु. अन्यत् कत्पतेय अस्तु अस्तु. इदानीम् अत्र एकक्षणम्. पद्मावती लक्ष्मीतः अपि वक्तुं शक्नुमः भगिनि लक्ष्मीः पत्नी अस्ति वदतु भगिनि लक्ष्मीकः इति भवती उक्तवती खलु तदेव उदाहरणं स्वीकर्तुं शक्नुमः लक्ष्मीः पत्नी यस्य सः लक्ष्मीकः न परन्तु पत्नी इति पदं तत्र नास्ति खलु समस्तपदे पत्नी अपि भवेत् खलु आमामाम् इदानीम् अत्र नष्टा लक्ष्मीः यस्य सः इति विग्रहवाक्यं नष्टा लक्ष्मीः यस्य सः तर्हि तत्र रत्नभगिनी वदतु तत्र समस्तपदं किं भवति समस्तपदं भवति नष्टलक्ष्मीकः हा सम्यक् नष्टलक्ष्मीकः अवगच्छति वा पुष्पा भगिनि नष्टा लक्ष्मीः यस्य सः तर्हि तर्हि लक्ष्मी इति दीर्घ इकारान्तपदम् अस्ति स्त्रीलिङ्गे अस्ति इदानीम् अत्र पुल्लिङ्गे अत्र अन्यपदार्थः पुल्लिङ्गे अस्ति अतः अत्र कप्रत्ययं योजयामः नष्टलक्ष्मीकः इत्युक्ते कस्यचित् पुरुषः कस्यचित् पुरुषस्य विषये वक्तुमिच्छामः यस्य लक्ष्मीः नष्टा धनं नष्टा यस्य धनं नष्टं धनं नष्टं किं पद्मावती कः इति वा विग्रहवाक्यं कथं भवति रूपवती यस्मात् सः इति कथं भवति रूपवती पद्मावती यस्मात् सः यस्य सः पद्मावती यस्य सः इति वा यस्य सा न आगच्छति किल अत्र वस्तुतः पद्मावती इति पदं मतु प्रत्ययान्तपदम् अस्ति खलु तर्हि तत्र पद्मा अस्य अस्ति इति तत्र तत्रैव विग्रहः अस्ति अतः तत्र बहुव्रीहिसमासः न भवति अत्र वतुप्रत्ययान्तम् अथवा मतुप्रत्ययान्तं पदं योजयित्वा अस्ति तत्रैव तदेव तद्धितवृत्तिः अस्ति अत्र तद्धितप्रत्ययः अस्ति खलु यत्र तद्धितप्रत्ययः अस्ति तत्रैव तत्र विग्रहवाक्यं कर्तुं शक्नुमः पद्मा अस्य अस्ति इति पद्मावती अतः तत्र बहुव्रीहिसमासः नास्ति अस्तु पाचिका स्त्री इति वक्तुं शक्नुमः वा पाचिका स्त्री यस्य सः पाचिका स्त्री कथम् स्त्री इति पदम् आगच्छति चेत् कथम् आगच्छति स्त्रिकः स्त्रीकः स्त्रीकः ओ पाचिका पाचिकस्त्रीकः इति आगच्छति वा पाचिकस्त्रीकः अथवा अत्र पाचिका भार्या यस्य सः इति वदामः चेत् पाचिकभार्यः तथा भवति स्त्री इति स्त्रीलिङ्गे अत्र ई दीर्घ इकारान्तपदं योजयितुं वक्तुम् इच्छति चेत् अत्र स्त्रीकः स्त्रीकः अत्र अन्यत् उदाहरणम् अस्ति अत्र हा अत्र बहुपत्नीकः इत्युक्ते बह्व्यः पत्न्यः यस्य सः बहुपत्नीकः बह्व्यः पत्न्यः यस्य सः बहवः पत्न्यः अस्तु बह्व्यः अथवा बहवः भगिनी एकः प्रश्नः एतेषु पदेषु यथा सुन्दरी पत्नी यस्य सः तत्र विग्रहवाक्ये सुन्दरपत्नी कः इति दीर्घ ईकारः भवति वा तत्र पत्नी कः इति अथवा सुन्दरपत्नीकः इति तत्रापि ह्रस्व इकारं स्वीकुर्मः वा न अत्र ह्रस्वत्वं न कुर्मः समस्तपदे सुन्दरपत्नी पत्नी दीर्घ ईकारः एव तिष्ठति केवलं कप्रत्ययं योजयामः ह्रस्वत्वं न भवति केवलं यत्र उत्तरपदम् आकारान्तः अस्ति तत्रैव ह्रस्वत्वं भवति अस्तु अस्तु उत्तरपदं दीर्घ इकारान्तम् अस्ति चेत् किमपि ह्रस्वत्वं किमपि न कुर्मः केवलं कप्रत्ययं योजयामः अस्तु भगिनि अत्र अन्यत् उदाहरणं पश्यामः चेत् अत्र प्राप्ता लक्ष्मीः येन सह प्राप्तलक्ष्मी कः अस्तु अस्तु अग्रे अत्र जगन्नाथ महोदय पठति वा अस्तु बहु उदाहरणे दृष्टवन्तः कुत्र स्म इति अस्माकं गीताप्रवेशपुस्तके पेज् 138 अष्टत्रिंशत् अधिक तत्र प्रथम उदाहरणं तस्मिन् पृष्ठे ज्ञानं चक्षुः येषां ते वा सत्यम् ज्ञानं चक्षुः येषां ते तत्र भवति ज्ञानचक्षुः इति यस्य ज्ञानेन दीर्घ ज्ञानेन दीर्घचिन्तनं यस्य भवति स ज्ञानचक्षुः इति वदामः समस्तपदं किं समस् ज्ञानचक्षुः चक्षु अत्र हा अत्र ज्ञानचक्षु इति अत्र चक्षुः अत्र वचनं किं वचनम् ओ ज्ञानचक्षुं वा नपुंसकलिङ्गे ज्ञानं चक्षुः येषां ते इति अस्ति खलु येषां ते ते इति ज्ञानचक्षवः वा ज्ञानचक्षवः इति अत्र चक्षु इति पदस्य प्रातिपदिकम् अपि अत्र वदतु कीदृशप्रातिपदिकम् उकारान्तपुल्लिङ्ग उकारान्तपुल्लिङ्ग न उकारान्तपुल्लिङ्गः नास्ति चक्षुस्सकारान्त ओ सकारान्त अस्तु अस्तु अस्तु क्षम्यताम् ज्ञानचक्षुषाः वा चक्षुषः चक्षुषः न सकारान्तपदमिति अस्ति खलु सकारान्तपदमेव चक्षुषि चक्षूंसि इति अत्र अत्र चक्षु इति पदस्य प्रातिपदिकं कोऽपि वदतु रूपाणि वदतु अहं प्रयत्नं करोमि चक्षुः चक्षुषि चक्षूंसि चक्षुः चक्षुषि चक्षूंसि चक्षुः चक्षुषि न एकक्षणम् अत्र तत्तु नपुंसकलिङ्गे समीचीनमस्ति परन्तु अत्र विशेषणमस्ति खलु समस्तपदम् अत्र समस्तपदं विशेषणं पुल्लिङ्गे भवति खलु अन्यपदार्थः पुल्लिङ्गे अस्ति अतः सकारान्त पुल्लिङ्गपदमेव आगच्छति वा ओ सकारान्त पुल्लिङ्गपदम् इत्युक्ते वेदस् इति पदस्य वा सत्यं वेदाः वेदाः वेधसौ वेधसः इत्युक्ते देन् चक्षुः कथं चक्ष चक्षुभ्यां चक्षुभिः चक्षसे चक्षुभ्यां चक्षुभ्यः चक्षसः चक्षुभ्यां चक्षुभ्यः चक्षसः चक्षसोः चक्षुषां चक्षुषि चक्षुषोः चक्षुषु हे चक्षः हे चक्ष हे चक्षुषौ हे चक्षुषः इति अहं चिन्तयामि. सत्यं पुल्लिङ्गे अस्ति भगिनि अत्र अत्र यतोहि समस्तपदं विशेषणमस्ति अन्यपदार्थस्य अतः पुल्लिङ्गे रूपं भवति रूपं भवति. अस्तु अस्तु जगन्नाथ महोदय भवानेव अग्रिममपि करोतु. अस्तु जितः आत्मा येन सह जितात्मा आत्मन् नकारान्त पुल्लिङ्गशब्दः तस्य आत्मा इति एकवचनरूपं तर्हि जित इति त्रिलिङ्गे भवति तर्हि जित एव प्रातिपदिकं जितात्मा जितात्मा इति तत्र जित योग स्त्रीलिङ्गे नास्ति पुल्लिङ्गे अस्ति जित इति आत्मा इति पदं पुल्लिङ्गे अस्ति त्रिलिङ्गे इति उक्तवान् न तु स्त्रीलिङ्गे. तर्हि जित इति पूर्वपदं पुल्लिङ्गे आत्मन् इति उत्तरपदं जितयोगः आत्मन् तत्र आत्मन् तत्र जितयोगः आत्मन् तत्र सन्धिः भवति कीदृशसन्धिः भवति सवर्णदीर्घसन्धिः. सत्यं जितात्मन् इति अस्ति तत्र नकारस्य लोपः प्रथमविभक्तौ आत्म इति एव रूपं पुल्लिङ्गे अतः जितात्मा इति पुल्लिङ्गे समस्तपदम्. अस्तु अस्तु अग्रे अत्र शुकोन महोदय अपि अस्ति खलु. आं भगिनि नमस्ते. हा नमस्कारः अग्रिमं करोति वा महोदय. ऊर्ध्वं मूलं यस्य सः तत्र ऊर्ध्वमूलम् इति एव गीतायाम् अस्ति किन्तु अत्र यस्य सः इति पुल्लिङ्गे दत्तम् अतः ऊर्ध्वमूलः इति भवेद् वा. सत्यम् ऊर्ध्वमूलः न अत्र पूर्वपदम् उत्तरपदं यत् यत् लिङ्गं यत्किमपि भवतु परन्तु अत्र यस्य सः इति अस्ति इति कृत्वा यथा भवान् उक्तवान् अत्र सः इति पदं पुल्लिङ्गे अस्ति इति कृत्वा अत्र ऊर्ध्वमूलः इति भवति. सत्यं सत्यं किन्तु गीतायाम् ऊर्ध्वमूलम् इति एव पदमस्ति ऊर्ध्वमूलम् अधशाकम् अश्वत्थं प्राहुरव्ययम् हा अत्र भोः पञ्चदश श्लोके वा अस्तु अत्र अत्र तथा विग्रहवाक्यमस्ति इति अस्तु तत्र ऊर्ध्वमूलं यस्य सः इति ऊर्ध्वमूलः इति भवति. अत्र श्लोके ऊर्ध्वमूलम् इति द्वितीयविभक्तौ अस्ति खलु अश्वत्थं प्राहुरव्ययं छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् अत्र वृक्षस्य विषये वदति वा अत्र अथवा आमामां तत्र ऊर्ध्वमूलम् अधश्याकम् अश्वत्थं प्राहुरव्ययं हा अतः वृक्षस्य विषये वदन् अस्ति इति कृत्वा तत्र वृक्षस्य ऊर्ध्वमूलम् इति विशेषणमस्ति ऊर्ध्वमूलम् इति द्वितीयविभक्तौ विशेषणमस्ति चेत् किमर्थं द्वितीयविभक्तौ भवति ऊर्ध्वमूलम् अध अत्र विभक्तिलोपः अस्ति ऊर्ध्वमूलम् अध इति भवति पुल्लिङ्गे अस्माकम् उदाहरणे केवलम् ऊर्ध्वमूल इति दत्तमस्ति अतः ऊर्ध्वमूलः भवति यथा भगिनी उक्तवती न श्लोके अपि ऊर्ध्वमूलम् अधशाकम् इति अस्ति अस्तु किन्तु अध इति पूर्णसमस्तपदमस्ति न ऊर्ध्वमूलम् अध किमर्थं तत् सर्वम् एकमेव कं समस्तपदम् इति ऊर्ध्वमूलम् इति पृथक्तया समस्तपदं भवितुम् अर्हति यदि ऊर्ध्वमूल अधशाकम् इति वदामश्चेत् तत्र द्वन्द्वसमासः इति वदति वा ऊर्ध्वमूलम् अधः इति भवति व्यस्तप्रयोगे तत्र यदि समस्तपद भवति भक्तिलोपः भवति अधः इति पदम् अत्र अव्ययमस्ति भगिनि किन्तु अपि च अधः इति पदं शाकस्य विशेषणमस्ति, तस्य ऊर्ध्वमूले मूलस्य किमपि सम्बन्धः नास्ति. हा, अत्र ऊर्ध्वमूलमिति वृक्षस्य विशेषणमस्ति. सत्यम्, एवमेव अधशाकम् इत्यपि वृक्षस्य विशेषणम्. सत्यं सत्यम्. अत्र अत्र अत्र अत्र श्लोके कथमस्ति इति अग्रे अनन्तरं पश्यामः, परन्तु अत्र पुल्लिङ्गे अस्ति यथा भवान् उक्तं, समीचीनमेव. अत्र पुल्लिङ्गे अस्ति इति कृत्वा पुल्लिङ्गे. अस्तु, समीचीनम्. ऊर्ध्वमूलः इति भवति विग्रहः. सत्यं, समीचीनम्. अस्तु, तर्हि अग्रे अन्य कोऽपि अस्ति वा? शैलजा भगिनी वक्तुमिच्छति वा? न भगिनि, अहं सम्यक् न जानामि. अस्तु अस्तु अस्तु, तर्हि अत्र अग्रे राजी भगिनी वदतु. त्यक्तं जीवितं यैः ते, तत्र त्यक्तजीविताः इति आगच्छति. कथम् आगच्छति इति वदतु एकवारं. त्यक्त यैः ते, ते इति बहुवचनरूपम्, अतः जीवितम् इति पदं जीविताः इति आगच्छति. त्यक्तम् इति पदस्य समस्तपदमत्र त्यक्त इति एव प्रातिपदिकम्, अतः त्यक्तजीविताः इति त्यक्तजीविताः इति आगच्छति. इति बहुवचनरूपम्, अतः जीवितः जीविताः इति बहुवचनरूपं, लैक् रामः रामौ रामाः, जीवितः जीवितौ जीविताः, त्यक्तजीवित समस्तपदे विभक्ति प्रथमपदस्य विभक्तिलोपः भवति, अतः त्यक्तजीविताः इति समस्तपदम् आगच्छति किल. सत्यं सत्यं. त्यक्तं जीवितं, त्यक्तं जीवितं ययासा इति अस्ति चेत् त्यक्तजीविता इति अस्ति. त्यक्तं जीवितं, त्यक्तं जीवितं याभिः ताः त्यक्तजीवितैः, याभिः इति द्विवचनं, त्यक्त न याभिः इति तृतीया विभक्ति बहुवचने स्त्रीलिङ्गे अस्ति. ताः इति पदं त्यक्तजीवि जीवितैः इति किल, जीवितानि, न जीवितानि कथमिति आगच्छति. न न, अत्र स्त्रीलिङ्गे वदामि भगिनि. त्यक्तं जीवितं याभिः ताः, ताः इति अत्र ताः इति स्त्रीलिङ्गपदमस्ति. रूपाणि वदतु. सा इति पदस्य सा, तद् इति स्त्रीलिङ्गे रूपाणि कथं भवति तद् शब्दस्य? तदिति स्त्रीलिङ्गे सा ते ताः, तां ते ताः, तया ताभ्यां. तावत् तावत् पर्यन्तं सा ते ताः इति उक्तं खलु, ताः ताभिः. देन् त्यक्तजीविताभिः न, भिः नास्ति खलु अत्र. यैः ताः, ताः इति पदं स्त्रीलिङ्गे बहुवचने अस्ति, अतः समस्तपदं स्त्रीलिङ्गे बहुवचने कथं भवति? त्यक्तजीविताः इति भवति. सत्यं, तथैव त्यक्तजीविताः इति एव भवति. त्यक्तजीविताः, अस्तु, अवगतं वा? सरला भगिनी अवगतं वा? नपुंसकलिङ्गे नास्ति. अस्तु, अग्रे मेहुल् महोदय. भगिनि, एकः प्रश्नः. त्यक्तं जीवितम् इत्युक्ते त्यक्तजीविता इति वदामः, किन्तु त्यक्तजीवम् इति अस्ति चेत् त्यक्तजीवाः इत्युक्ते त्यक्तं जीवं यैः ते त्यक्तजीवाः इति भवति वा? सत्यम्. अस्तु, समीचीनं. तस्य प्रत्ययस्य उपयोगं कुर्मः विग्रहवाक्ये. पुनः वदतु. धन्यवादः. पुनः वदतु, प्रत्ययं किम् इत्युक्ते. हा, जीवितम् इति अस्ति खलु, ता प्रत्ययः चिन्तयामि. हा हा हा, सत्यं सत्यम्. अतः हा हा, विग्रहवाक्ये अपि प्रत्ययम् उपयोगं कुर्मः. अस्तु, सत्यं सत्यम्. इत्युक्ते अत्र प्रातिपदिकं किम् इति एव चिन्तनं भवति भगिनि. अत्र जीवित इति पदस्य, जीवितम् इत्यस्य प्रातिपदिकं जीवित इति प्रातिपदिकं स्वीकृत्य तर्हि तत् प्रत्यान्तरूपम् अस्ति तदेव प्रातिपदिकं जीवित इति अतः तदेव स्वीकृत्य विग्रह समस्तपदं भवति जीव इति प्रातिपदिकम् अस्ति चेत् जीव इति प्रयोगं कुर्मः अस्तु अस्तु अग्रे मेहुल् महोदय आं भगिनि चलितं मानसं यस्य सः अस्ति अत्र चलितं इत्यस्य पदस्य प्रातिपदिकं चलित इति अस्ति मानसम् इत्यस्य प्रातिपदिकं मानस इति अस्ति अतः समस्तपदे चलितमानसः इति भवति किमर्थमित्युक्ते यस्य सः इति प्रथमविभक्तिः अस्ति अतः चलितमानसः इति समस्तपदं भवति समीचीनम् अग्रे राजेन्द्रमहोदय आं भगिनि इदानीमहं सङ्गणके इदानीं सम्यक् श्रूयते अस्तु अस्तु अस्तु मम दूरवाणी न जाने कथं भग्नं जातं जितानि इन्द्रियाणि येन येन सह जितानि इन्द्रियाणि येन सह जितेन्द्रियः यथा तत्र सः अस्ति तत् एकवचन पुलिङ्गे अस्ति जितेन्द्रियः तत्र अत्र पूर्वपदस्य प्रातिपदिकं किं पूर्वपदस्य प्रातिपदिकं जित् उत्तरपदस्य इन्द्रिय जितयोगः इन्द्रिय तत्र सन्धिः भवति वा जितयोग इन्द्रि जितेन्द्रिय आमां भगिनि जितेन्द्रिय जितेन्द्रियः कीदृशसन्धिः अत्र इकोयणचि सन्धि न न इकोयणचि कथम् अकारः गुणसन्धिः भवति गुणसन्धिः आद्गुणः आद्गुणः अवर्णात् इकी परे अवर्णात् इकी परे पूर्वपरयोः गुणसंज्ञकः आदेशः खलु आं भगिनि जितेन्द्रियः समीचीनं सम्यक् अस्तु अग्रे बालसुब्रह्मण्यं महोदय अस्ति वा अस्तु पद्मा भगिनि आं भगिनि छिन्नः संशयः यस्य सः छिन्नसंशयः छिन्नसंशयः सत्यं समीचीनं अग्रे रत्ना भगिनि रत्ना भगिनी अस्ति वा अस्तु सरला भगिनि त्यक्तः सर्वपरिग्रह येन सह त्यक्तः सर्वपरिग्रह त्यक्तः तस्य विसर्ग जातः त्यक्त इति प्रातिपदिकं सर्वपरिग्रह सः इति पुल्लिङ्ग पदमस्ति अतः त्यक्त सर्वपरिग्रह इति भवति समीचीनं अग्रे जगन्नाथ महोदय कृतनिश्चयः येन सह तत्र कृतः अपि त्रिलिङ्गे भवति तस्य प्रातिपदिकं भवति कृत पुल्लिङ्गे एव अस्ति महोदय कृत इति पुल्लिङ्गे अस्ति खलु निश्चय इति पदस्य विशेषणं किन्तु त्रिलिङ्ग समस्त अस्तु कृतः निश्चयः तत्र प्रत्यय गच्छति कृते एव प्रातिपदिकं तिष्ठति कृतनिश्चयः इति अन्तिमरूपं भवति समीचीनं समस्तपदं भवति समीचीनं कृतनिश्चयः ययासा इति अस्ति चेत् कृतनिश्चया इति भवति कृता कृता निश्चया तस्य अपि कृतनिश्चया इति समीचीनं समीचीनं सत्यम् अस्तु भगिनि. एकः प्रश्नः अस्ति, कथं जानीमः यत् पदस्य कार् भक्ति उपयोगं कुर्मः यय यस्य येन यहि इति? अत्र अर्थं दृष्ट्वा भगिनि, वाक्ये अर्थं दृष्ट्वा, अर्थं दृष्ट्वा अत्र सामान्य अत्र व्यस्त प्रयोगे वाक्यं कथं भवति इति निर्णीत्वा तत्र अवगन्तुं शक्नुमः अत्र यत् पदस्य विभक्तिः का भवति. इदानीम् अत्र वृक्षात् फलं पतति, वृक्षात् फलानि पतितानि इति वाक्यमस्ति खलु, तर्हि पतितफलानि पतितफलानि यस्मात् सः वृक्षः, तर्हि तत्र यस्मात् इति भवति, यतोहि तत्र विभागः विभागं दर्शयितुम् इच्छामः, अतः यस्मात् इति भवति. अत्र पीतम् अम्बरं यस्य सः इत्युक्ते सः पुरुषः यः यस्य पार्श्वे पीतम् अम्बरम् अस्ति, यः पीताम्बरं धरति इति, तर्हि सन्दर्भं दृष्ट्वा अर्थं दृष्ट्वा एव अवगन्तुं शक्नुमः अत्र विग्रहवाक्ये किं भवति इति. इदानीं तु वयं तु किं केवलं तत्र समस्तपदमेव पश्यामः, न पूर्णवाक्यं. यदि पूर्णवाक्यं स्वीकृत्य पठिष्यामः तत्र इतोपि स्पष्टं भवति. अस्तु साधु. अस्तु भगिनि, क्षम्यतां, मम दूरवाणी सम्यक् नासीत्, न जानामि किम् अभवत् इति. किन्तु प्रश्नः अस्ति, प्राप्तविद्यः इति यत् वयं पूर्वं दृष्टवन्तः खलु, तत्र कथं यम् इति भवति भगिनि? प्राप्तविद्या येन प्राप्तं खलु, सः एव इत्युक्ते रामेण विद्या प्राप्तम् इति भवति चेत् रामः प्राप्तविद्यः इति भवति खलु? न, सामान्यतया तथा वयं चिन्तयामः भगिनि, परन्तु तत्र विशिष्टनियमः अस्ति, तत्र यत्र प्राप्त इति शब्दः अस्ति तत्र द्वितीयाविभक्तिः एव स्वीकरोति. ओ अस्तु भगिनि, अस्तु अस्तु अस्तु. तर्हि अग्रे अत्र शुकोन रत्ना भगिनी भवती एव पठतु अग्रे. अस्तु, व्यधिकरण बहुव्रीहिः, एतानि उदाहरणानि परिशीलयत. चन्द्रमौलिः कैलासे निवसति, चक्रपाणिः शिशुपालम् अमारयत्, विषकण्ठः. भगिनी भगिनी, अत्र प्रथमवाक्यं पठतु, तदनन्तरं विग्रहवाक्यं पठतु. अस्तु भगिनि, हा, चन्द्रमौलिः कैलासे निवसति, विग्रहवाक्यमस्ति चन्द्रः मौलौ यस्य सः, चन्द्रमौलिः इति भवति ईश्वरः, इत्युक्ते चन्द्रः मौलव् इत्युक्ते शिरसि इति भवती पूर्वम् उक्तवती, शिरसि यस्य शिरसि चन्द्रः अस्ति इति अर्थः अस्ति चन्द्रमौलिः इति. अनन्तरं चक्रपाणिः शिशुपालम् अमारयत्. क्षम्यतां भगिनि, अत्र अपि च तत्र चन्द्रमौलौ यस्य सः, तत् चन्द्रः इति पदस्य विभक्तिः का, अपि च मौलौ इति पदस्य विभक्तिः? हा अस्तु अस्तु, चन्द्रः इति प्रथमा विभक्तिः अस्ति, मौलौ इति सप्तमी विभक्तिः अस्ति, अत्र एकविभक्तिबोधकत्वं नास्ति, अतः एव व्यधिकरण बहुव्रीहिः इति उक्तं, समानाधिकरणं करणीयं नास्ति अत्र. अन्यत् किमपि वक्तव्यं वा भगिनि? तदेव तदेव, अत्र चन्द्रः भिन्नभिन्नं पदार्थः, चन्द्रः इति भिन्नः पदार्थः, मौलिः भिन्नः पदार्थः, अतः अत्र पदार्थद्वयं वर्तते, अतः समानादिकरण्यं नास्ति इति तत्र व्यधिकरण बहुव्रीहि समासः. समीचीनम् अस्तु. अग्रे चक्रपाणिः शिशुपालम् अमारयत्. चक्रपाणिः इति समस्तपदमस्ति, तस्य विग्रहवाक्यमस्ति चक्रं पाणौ यस्य सः चक्रपाणिः इति, अन्यपदप्राधान्यमस्ति, चक्रपाणिः इत्युक्ते विष्णुः भवति. चक्रं पाणौ इति, चक्रम् इति प्रथमा विभक्तिः अस्ति, पाणौ कुत्र अस्ति इत्युक्ते पाणौ अस्ति, सप्तमी विभक्तिः अस्ति, पुनः विभक्ति भेदः अस्ति अत्र, समान अधिकरणं नास्ति. चक्रं पाणौ इति प्रथमा अपि च सप्तमी विभक्तिः अस्ति. अग्रे न न धन्यवादः भगिनि, अग्रे अग्रे शुकोन महोदय अग्रे करोतु. महोदय महोदय, व्यधिकरण बहुव्रीहि विषये पूर्व उत्तरपदयोः मध्ये पृथक्त्वम् अस्ति किल इति भवती उक्तवती किल, एवं चेत् विभक्तिः भिन्नः, इतोपि किमपि भेदं भवेत् वा? न, विभक्तिः भिन्नः, पदार्थद्वयम् अस्ति, समानाधिकरण्यं नास्ति इति एव प्रथममुख्यविषयः. समानाधिकरणम् इत्युक्ते एकार्थबोध एतत् सदृशं वा? सत्यं सत्यम्, एकार्थबोधकं. चक्रमिति अत्र भिन्नः विषयः अस्ति, पाणिः इति भिन्नविषयः अस्ति. चक्रम् इत्युक्ते चक्रं, पाणिः इत्युक्ते हस्तः. तर्हि अत्र द्वयोः समानाधिकरणं नास्ति, भिन्नभिन्नपदार्थः, अतः अत्र व्यधिकरणबहुव्रीहिसमासः, विभक्तिः भिन्नः भवति. यत्र समानाधिकरण बहुव्रीहिसमासे पूर्वपदम् उत्तरपदं तयोः विभक्तिः समाना भवति. परन्तु अत्र विभक्तिः समाना नास्ति. अपि च सामान्यतया वयं पश्यामः चेत् उत्तरपदं सामान्यतया शरीरस्य अवयवः भवति. यत्र अत्र मौलिः, पाणिः, कण्ठे, नाभिः इति तादृश. अस्तु. अपि च वचनस्यापि प्राधान्यं नास्ति खलु भगिनि? इत्युक्ते वचनमपि समानं भवेत् इति नास्ति. न, विषकण्ठः ताण्डवनृत्यम् अकरोत्. अस्मिन् वाक्ये विषकण्ठः इति समस्तपदमस्ति. तस्य विग्रहवाक्यमस्ति विषं कण्ठे यस्य सः विषकण्ठः. शिवः सूचयति विषकण्ठः इति समस्तपदेन. अत्र विषं कण्ठे इति विषम् इति प्रथमाविभक्त्यामस्ति, कण्ठे इति सप्तमी विभक्त्यामस्ति इति कृत्वा तत्र विभक्त्यां समानता नास्ति. अपि च विषम् इति भिन्नपदार्थः, कण्ठम् इति भिन्नपदार्थः इति कृत्वा व्यधिकरणबहुव्रीहिः, एकार्थबोधकत्वं नास्ति इत्यतः व्यधिकरणबहुव्रीहिः भवति. समीचीनं. यद्यपि अत्र वाक्ये वयं पश्यामः चेत् सर्वत्र केवलं चन्द्रमौलिः कैलासे निवसति, चक्रपाणिः शिशुपालम् अमारयत् इति, तत्र कुत्रापि तत्र शिवः अथवा विष्णुः इति न उक्तम्. यतोहि वयं सर्वे जानीमः चन्द्रमौलिः इत्युक्ते शिवः इति वयं जानीमः इति कृत्वा तत्र न उक्तम्. परन्तु यदि वयम् अन्यत् किमपि पदं कर्तुम् इच्छामः, समस्तपदं, तत्र तु वयं वदामः, यथा अत्र प्राप्तविद्यः छात्रः इति वयं वदामः, वाक्ये अपि वदामः. यतोहि अत्र तु प्रसिद्धपदानि सन्ति इति कृत्वा न उक्तं, चन्द्रमौलिः शिवः कैलासे निवसति इति न उक्तम्. अतः अत्र यद्यपि वाक्ये शिवः इति पदं नास्ति, तथापि वयं जानीमः शिवस्य एव उल्लेखः इति, खलु? इत्युक्ते तत्र मम पाणौ दण्ड अस्ति चेत् यद्यपि अहं दण्डपाणि, किन्तु अहं सुब्रह्मण्यः नास्ति. सत्यं सत्यम्. अस्तु, अग्रे बालसुब्रह्मण्य महोदय. महोदय करोति वा? बालसुब्रह्मण्य महोदय. पद्मनाभः लोकान् परिपालयति. पद्मं नाभौ यस्य सः पद्मनाभः विष्णुः. सत्यं. अत्रापि व्यधिकरण बहुव्रीहि समासः अस्ति. अस्तु, राजी भगिनि अग्रे. एकनिमिषं भगिनि. ऊर्णनाभः जादं विदशयति. ऊर्णं नाभौ यस्य सः ऊर्णनाभः प्राणिविशेषः. ऊर्णं नाभौ यस्य सः ऊर्णनाभः. इद् ऊर्णभः इति एकः क्रीडः अस्ति, क्रीडा, कीटस्य नाभः ऊर्णनाभः. स्पैडर्. स्पैडर् सत्यम्. स्पैडर् इन् आङ्ग्लभाषायां स्पैडर् कीटः किल, स्पैडर् बि एक एक कीटः किल. सत्यं, कीटः भगिनि, प्राणिविशेषः. सत्यं, प्राणिविशेषः. अग्रे वाक्यमपि पठतु, समापयामः. एतेषु उदाहरणेषु विग्रहवाक्ये पूर्वपदं प्रथमाविभक्त्यन्तम् अस्ति, उत्तरपदं च सप्तमी विभक्त्यन्तम्. एवं यत्र पूर्वपदम् उत्तरपदं च भिन्नविभक्त्यन्तं भवति, सः व्यधिकरणबहुव्रीहिः. इत्युक्ते समासे एकपदं, परन्तु विग्रहवाक्ये पदद्वयमस्ति, पूर्वपदस्य अपि उत्तरपदस्य सामानाधिकरण्यं नास्ति. पूर्वपदम् एकविभक्त्याम् अस्ति, उत्तरपदमपि एव अन्या विभक्त्याम् अस्ति इति कारणतः तस्य समस्तपदस्य नाम व्यधिकरणबहुव्रीहिः इति. समीचीनं भगिनि, सम्यक्. तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः वा भगिनि? अस्तु, धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः, नमस्कारः, नमस्कारः.